गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। एकषष्टि अधिक एकशततमपुटे प्रत्यक्षप्रमालक्षणम् इति शीर्षकमस्ति, ततः आरम्भणीयम्। तत्र प्रत्यक्षप्रम इति वयं जानीमः, प्रत्यक्षम् इति पदेन इन्द्रियमपि उक्तं भवति, ज्ञानमपि उक्तं भवति। तर्हि प्रत्यक्ष इन्द्रियं प्रत्यक्षप्रम द्वयोः प्रत्यक्षमिति एकमेव नाम कृतः वर्तते। भवतु, इदानीं प्रत्यक्षप्रमायाः लक्षणं किम् इत्यस्मिन् विषये पाठः। अस्तु, श्रीराम महोदय पठति वा? आम् महोदय, पठामि। तद्येत त्रिविधकारणं त्रिविधकारणमध्ये यद् साधारणकारणं तदेव करणम्। असाधारणकारणं तदेव करणं। प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद् द्विविधं निर्विकल्पकं सविकल्पकं चेति, तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथा इदं किञ्चित्, सप्रकारकं ज्ञानं सविकल्पकं यथा दित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयम् इति। तद्येतत् त्रिविध कारणमध्ये यत् असाधारणं कारणं तदेव करणं। करणस्य लक्षणमस्ति यत् असाधारणकारणं। त्रिषु कारणेषु मध्ये यत् असाधारणकारणमस्ति तदेव करणं। तद् अग्रे पठेम वा महोदय? एकनिमिषम्, अत्र लक्षणवाक्यमस्ति खलु महोदय? मध्ये ध्वनिः आगच्छति, किमर्थमिति न जाने। ओ, तत्र पार्श्वे लोड् स्पीकर् अस्ति इति तत् कारणेन किं श्रूयते वा? तद् श्रूयते वा? लोड् स्पीकर् अस्ति, श्रूयते किञ्चित्, तत्र फीड्बेक् आगच्छति। ओ, एवं वा? अस्तु, किञ्चित् कालान्तरं प्रायः अपगच्छति, प्रायः तदा पठामि महोदय, तदा तत्र ध्वनिः अधिकमस्ति चेत्। अस्तु, सप्तवादने समाप्स्यति। न न, तत् न श्रूयते, किन्तु तत्र फीड्बेक् आगच्छति खलु, तादृश फीड्बेक् इति अस्ति। बहिः शब्दः न श्रूयते तत्र। अस्तु, व्यञ्जनम् अस्तु, वदतु। इदानीं श्रूयते वा? समीपे श्रूयते, नास्ति इदानीं नास्ति, वदतु। तत् तत् व्यञ्जनकारणात् व्यजनं अस्तु। तद्येतत् त्रिविधकारणं हे त्रिविधकारणं तत्र समवायिकारणम् असमवायिकारणं निमित्तकारणं तेषु यत् असाधारणकारणं तदेव कारणम् इति लक्षणम्। अस्तु, तर्हि असाधारणकारणम् इत्युक्ते किम्? असाधारणकारणम् इत्युक्ते तत्र यत् न साधारणकारणं तदेव असाधारणकारणं, तेषु यत् न साधारणकारणं। तर्हि साधारणकारणम् इत्युक्ते किम्? तत्र साधारणकारणानि काल दिक् ईश्वरीय ज्ञानं इच्छा कृतिः तत्तु आवली अस्ति, किन्तु साधारणकारणस्य साधारणकारणमिति कथम् अवगमनं? सर्वेषां कार्याणां यत् कारणमस्ति, न तु केवलं केषाञ्चन कार्याणां प्रति कारणत्वं तु, सर्वेषां कार्याणां प्रति यत् कारणत्वं, यस्य कारणत्वमस्ति तत् साधारणकारणम्। सत्यम् इति अस्ति, तर्हि तानि सर्वाणि असाधारणकारणानि, असाधारणकारणमेव करणम् इति। अग्रे प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इदानीं प्रत्यक्षज्ञानं प्रति यत् असाधारण कारणम् अस्ति तत् कारणं तत् प्रत्यक्षमिति वदेम। प्रत्यक्षज्ञानं ज्ञानस्य करणं प्रत्यक्षज्ञानस्य करणं प्रत्यक्षम् इति वदेम। तत्र समस्तपदं प्रत्यक्षज्ञानस्य करणं प्रथमं प्रत्यक्षम् अपि च ज्ञानम् अनयोः मध्ये कीदृशसमासः अस्ति? कर्मधारे अस्ति प्रत्यक्षं ज्ञानम्। केवलं प्रत्यक्षं ज्ञानम् इति वा? प्रत्यक्ष इत्युक्ते किं? प्रति अक्षं न प्रति अक्षमिति तत्रापि विच्छेदं न करोतु, प्रत्यक्षमिति स्वीकरोतु। प्रत्यक्षं प्रत्यक्षस्य ज्ञानं प्रत्यक्षज्ञानं न प्रत्यक्षस्य ज्ञानम् इत्युक्ते किम्? प्रत्यक्षं ज्ञानम् इति ज्ञानस्य विशेषणम् इति चिन्तितवान्। प्रत्यक्षं न विशेषणं तु सत्यं, किन्तु कीदृशसमासः अत्र? कर्मधारयः इति अहं चिन्तितवान्। न कर्मधारयः एव, तत्र कर्मधारये अपि वैविध्यमस्ति खलु, तेषु किं विशेषणपूर्वपद वा विशेषण उत्तरपद वा विशेषणपूर्वपद वा सम्भावना वा अवधारण वा? विशेषणपूर्वपदम् विशेषणम् अस्ति प्रत्यक्षं ज्ञानस्य, ज्ञानस्य तत्र उपमानम् अनुमिति ज्ञानं शाब्दम् इति सन्ति तेषु, तत्र प्रत्यक्षमिति विशेषणमस्ति। विशेषणम् इत्युक्ते प्रत्यक्षम् इत्यस्य अर्थः कः? यदि तस्य अर्थः अस्ति तर्हि विशेषणम् इति वक्तुं शक्यते, इत्युक्ते नीलो घटः इति वदामश्चेत् तत्र नील इति विशेषणम् अस्ति, नीलम् इत्युक्ते रूपम् इति अर्थः खलु? सत्यम्। एकविधरूपम्। एवं प्रत्यक्ष इत्यस्य अर्थः कः? प्रत्यक्ष इत्युक्ते तत्र इन्द्रियार्थसन्निकर्षः इति अहं चिन्तयामि। इन्द्रियम् अपि च अर्थ अनयोः सन्निकर्षः भवति, यत्र भवति तत् प्रत्यक्षम्। न अत्र महोदय आम्र इति वृक्षः, आम्र इत्यस्य अर्थः अस्ति किम्? आम्र इत्यस्य आम्रफलम् अस्ति। आम्र इति शब्दस्य केवलं नाम दत्तमस्तु खलु, नाम दत्तमस्ति खलु नाम कश्चन वृक्षविशेषस्य नाम, यथा भगवतः नाम भवतः नाम अस्ति श्रीरामः इति व्यक्तेः नामं दत्तं तावदेव। एवम् अत्र प्रत्यक्ष इत्युक्ते कश्चन नाम तावदेव। प्रत्यक्ष इति ज्ञानं, प्रत्यक्षम् इति ज्ञानं, प्रत्यक्षज्ञानं कर्मधारे एव, किन्तु अत्र विशेषणं नास्ति, केवलं नाम, यथा आम्र इति वृक्षः, आम्रवृक्षः ओ इति नाम सत्यं, केवलं नाम अत्र नाम नाम सत्यं सत्यं। इदानीम् अत्र डित्तः अयम् इति डित्त इति कश्चन नाम अस्ति, डित्त इति पदस्य प्रायः तत्र व्युत्पत्तिः वक्तुं शक्यते, किन्तु केवलं डित्त इति इत्युक्ते अयं देवदत्तः, देवदत्तः देवेन दत्तः देवदत्तः इति व्युत्पत्तिः वक्तुं शक्यते, किन्तु तदर्थं तत्र देवदत्त इति नाम न स्थापितं, केवलं तस्य नाम अस्ति देवदत्त। एवं प्रत्यक्ष इति नाम, प्रत्यक्षम् इति ना इति ज्ञानं, प्रत्यक्षज्ञानं कस्य अपेक्षया? अनुमानम् इति ज्ञानम्, अनुमिति ज्ञानम् इति तादृशं नाम अस्ति खलु। एवम् अस्तु, तर्हि प्रत्यक्षज्ञानं जातं, तदनन्तरं करणं तत्र प्रत्यक्षज्ञानस्य करणं, यत् करणं अस्ति इत्युक्ते असाधारणकारणम् अस्ति तद् तदपि प्रत्यक्षम्। अस्तु, अत्र षष्ठी कस्मिन् अर्थे प्रयुक्तम्? तत्र करणं करणम् इति कीदृश कृदन्तम् इति चिन्तनीयम्। आं चिन्तनीयम् इति भवान् जानाति एव, ल्युट् प्रत्ययः अन ल्युट् अस्ति, तत्र भावार्थे इति पूर्वं ल्युट् भावार्थे अस्ति खलु न क्रियते अनेन इति करणं, क्रियते अनेन इति करणं करणार्थे करणं, भावार्थे नास्ति. करणार्थे वा क्रियते? क्रियते इति करणं नास्ति, क्रियते अनेन इति करणं. क्रियते अनेन इति करणम्. अस्तु, तर्हि इदानीं कृतिः करणार्थे अस्ति चेत् करणार्थे अस्ति. अस्तु, ज्ञानस्य इति पदं तदा कर्तार्थे भवति वा? कथं भवति इति मम प्रश्नः. तस्य कथं वा उत्तरं वक्तव्यं? मया पाठितं खलु. अस्तु, अत्र रमेश् महोदय किञ्चित् सहायं करोतु. आं महोदय, षष्टितत्पुरुषसमासः षष्टितत्पुरुषसमासः षष्टितत्पुरुषसमासः कर्तृकरणे कृता बहुलम् इति सूत्रेण विधीयते. अत्र केन सूत्रेण षष्टी प्राप्ता? प्रत्यक्षज्ञानस्य करणं. प्रत्यक्षज्ञानस्य करणं केन सूत्रेण? तदेव कर्तृकर्मणो कृति. कर्तृकर्मणो कृतेण षष्टी कृदन्ते परे पूर्वस्य षष्टी विधानं भवति. अस्तु, इदानीं कस्मिन् अर्थे प्रयुक्तम्? कर्णार्थे वा कर्मार्थे वा? क्षम्य, कर्णार्थे नास्ति, कर्मार्थे वा कर्तरि अर्थे वा? करणं कर्मार्थे अस्ति. प्रतिपादयतु. क्रियते अस्मिन्. न न महोदय, मया किम् उक्तम् अत्र? एतद् निश्चयार्थम् अत्र धातुः कः? कृदन्तं केन धातुना निर्मितम् इति द्रष्टव्यम्. अत्र कृधातुः, तस्य लट्लकारः वदतु. करोति. इदानीं चिन्तयतु, प्रत्यक्षं करोति. न प्रत्यक्षज्ञानं सम्पूर्णरीत्या वदतु महोदय. प्रत्यक्षज्ञानं करोति. तत् प्रत्यक्षज्ञानं करोति, तर्हि कर्तृर्थे अस्ति. न प्रत्यक्षज्ञानमेव करोति वा? प्रत्यक्षज्ञानं कर्ता वा? प्रत्यक्षज्ञानं रामः करोति इव प्रत्यक्षज्ञानं करोति इति वा? न करोति तत्र. तर्हि कर्म खलु, कर्ता नास्ति, कर्म. सम्यक्तया न बुद्धं महोदय, तत् कर्म. अत्र कः क्लेशः? अस्तु, प्रत्यक्षज्ञानम् एकनिमिषं, प्रत्यक्षज्ञानं किं करोति? कर्ता कः? यस्य इन्द्रियः. अत्र केवलं यस्य इति, अत्र चक्षुरिन्द्रियं प्रत्यक्षज्ञानं करोति. हा, इदानीं बुद्धं महोदय. हा, तावदेव वक्तव्यम्. प्रत्यक्षज्ञानं करोति इति चेत् स्वयं कर्तृरूपेण प्रत्यक्षज्ञानं किमपि करोति. यथा रामः घटं करोति, तथा प्रत्यक्षज्ञानं करोति इति वदति चेत् किं करोति इति प्रश्ने सति उत्तरं न लभ्यते. प्रत्यक्षज्ञानं किमपि न करोति, किन्तु चक्षुरिन्द्रियं प्रत्यक्षज्ञानं करोति इति चेत् चक्षुरिन्द्रियमिति कर्ता, प्रत्यक्षज्ञानमिति कर्म करोति. तर्हि अत्र कर्मार्थे बुद्धं खलु? आं महोदय. अस्तु, समीचीनं. तर्हि तदनन्तरं अस्तु, भवानेव वदतु महोदय. अत्र किञ्चित् श्रीराममहोदयस्य पार्श्वे शब्दः अस्ति इति कृत्वा, इन्द्रियार्थसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षं, तस्मिन् विषये किञ्चित् वदतु. इन्द्रियार्थसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षं, तत्र समा समस्तपदमस्ति खलु तस्य विवरणं वदतु. इन्द्रियार्थ सन्निकर्षं जन्यं ज्ञानम् इन्द्रिय अर्थ अत्र इन्द्रिय अर्थ सन्निकर्षजन्य इति चत्वारि पदानि सन्ति. इन्द्रियस्य अर्थम् इन्द्रियार्थम् अर्थम् इन्द्रियार्थं द्वितीया तु इन्द्रियार्थस्य सन्निकर्षः. इन्द्रियस्य अर्थस्य इन्द्रियार्थौ इन्द्रियमिति भिन्नम् अर्थ इति भिन्नं खलु विषयः. इन्द्रियं च अर्थं च इन्द्रियार्थौ तयोः सन्निकर्षः उत्तमम् इन्द्रियार्थसन्निकर्षः तेन जन्यं इन्द्रियसन्निकर्षजन्यम् उत्तमं तेन जन्यः इन्द्रियं च अर्थं च इन्द्रियार्थौ तयोः सन्निकर्षः इन्द्रियार्थसन्निकर्षः तेन जन्यम् इन्द्रियार्थसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षम् अस्तु उत्तमम् अग्रे तद्विविधं निर्विकल्पं सविकल्पं च इति अत्र किमपि न वक्तव्यम् अग्रे पाठे एव आगच्छति. तत्र निष्प्रकारकं ज्ञानं निर्विकल्पं तत्र किं बुद्धं यस्मिन् प्रकारता न तस्य ज्ञानं न भवति तद् निर्विकल्पम् इति इत्युक्ते उदाहरणं दत्तमस्ति किञ्चित् इति किञ्चित् अत्र किञ्चित् अस्ति इति यदा वदामः तस्य ज्ञानं यदा भवति उदाहरणमस्ति यथा इदं किञ्चित् इदं किञ्चित् अस्ति तस्य प्रकारता वयं न जानीमः परन्तु किञ्चित् किमपि अस्ति इति केवलं तत् तस्य ज्ञानम् अस्ति तर्हि तत् निर्विकल्पकज्ञानं भवति उत्तमम् अत्र निष्प्रकारकं तत्र प्रकारता इति अस्माभिः अधीतं खलु तर्हि ज्ञानस्य विषयः त्रयः विषयः भवति प्रकारः विशेष्यः संसर्गः इति तत्र प्रकारं स्वीकृत्य निष्प्रकारकं ज्ञानं निर्विकल्पम् इति यथा भवता उक्तं तदेव दत्तं किन्तु प्रकारता न वर्तते वा केवलं प्रकारता न वर्तते वा नो चेत् तद् न दृश्यते वा न दृश्यते एव वा इति इदानीम् अत्र मूलं पठामश्चेत् तत्र स्पष्टता नास्ति तत् पाठे अग्रे आगच्छति भवतु सप्रकारकं ज्ञानं सविकल्पम् इत्युक्ते यत्र प्रकारता विद्यते तद् तादृशज्ञानं सविकल्पकम् यदा डित्तोऽयं ब्राह्मणोऽयम् इति उदाहरणमस्ति अस्तु तर्हि भवानेव अग्रे पठतु महोदय प्रकृतं च प्रत्यक्षप्रमायाः करणं प्रत्यक्षं तथा च प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमाणलक्षणम् इति फलति तत्र लक्षणे प्रत्यक्षप्रमा अन्तर्भूता इति तस्याः ज्ञाने एव प्रत्यक्षप्रमाणं ज्ञातुं शक्यम् इति प्रत्यक्षप्रमायाः लक्षणं निरूपयति इन्द्रियार्थसन्निकर्षेति इन्द्रियार्थसन्निकर्षेति इति प्रत्यक्ष प्रमाणस्य लक्षण प्रमायाः लक्षणम् तत्र तदेव दत्तमस्ति प्रत्यक्षप्रमाकारणत्वं प्रमायाः कारणत्वं प्रत्यक्षप्रमाणलक्षणम् इति तस्य लक्षणं दत्तमस्ति लक्षणे प्रत्यक्षप्रमा अन्तर्भूता तद् न बुद्धं महोदय प्रत्यक्षप्रमा अन्तर्भूता इत्युक्ते लक्षणवाक्यं किम् एकवारं पठतु. पूर्वमस्त्रे अत्रैव अस्ति तथा च प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमालक्षणम्. हा प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमा इति तस्मिन्नेव अस्ति तर्हि तत् अन्तर्भूता इति तावदेव. प्रत्यक्षप्रमाकरणत्वम् इति समस्तपदे एव प्रत्यक्षप्रमा इति पदम् अन्तर्भूतमस्ति. तर्हि प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमाणलक्षणं प्रमालक्षणम् इति वदामश्चेत् तर्हि तत्र इन्फिनिट् रिग्रेस् इति भाति खलु. इत्युक्ते प्रत्यक्षप्रमा इत्यस्य लक्षणं वक्तुं प्रत्यक्षप्रमाकरणत्वम् एव प्रत्यक्षप्रमा इति. तर्हि तत्र क्लेशः भवति इति कृत्वा एव पुनः मूलग्रन्थकारः वदति प्रत्यक्षप्रमाकरणत्वम् इत्युक्ते किम्? इन्द्रियार्थसन्निकर्षम् इति. अस्तु, तर्हि इन्द्रियार्थसन्निकर्षम् एव प्रत्यक्षप्रमाकरणत्वं. तर्हि एवम् अवगन्तुं शक्नुमः, इन्द्रियार्थसन्निकर्षजन्यत्वं प्रत्यक्षप्रमायाः लक्षणम् इति. अस्तु, तत्र समासः कः इति अग्रिमपङ्क्ति अपि पठतु, भवता एक पूर्वमेव उक्तम्. अस्तु, पठतु. कथं समासः इन्द्रियं च इन्द्रियं च अर्थम् अर्थश्च इन्द्रियार्थौ इन्द्रियार्थयोः सन्निकर्षः इन्द्रियार्थसन्निकर्षः तेन उत्पन्नज्ञानं प्रत्यक्षम्. यत् उक्तं तदेव अस्ति अत्र. सत्यं, तत्र ज्ञानम् इति लक्ष्यनिर्देशः, इन्द्रियं चक्षुः अर्थः घटः घटरूपं घटक्रियादि तयोः सन्निकर्षः सम्बन्धः वक्ष्यमाणः संयोगः संयुक्तसमवाय आदि हि तेन उत्पन्नं ज्ञानं प्रत्यक्षम्. अयं घटः इदं रूपम् इति आकारम् इदम् एव आकारकम् इदम् एव प्रत्यक्षम् इति उच्यते. तत्र उदाहरणानि दत्तमस्ति, तदेव तत्र दत्तमस्ति. घटम् इयं घटस्य रूपं घटे विद्यमानक्रिया एतादृश उदाहरणं. यद्यपि तर्हि प्रत्यक्षप्रमायाः लक्षणं किम्? इन्द्रियार्थसन्निकर्ष ज्ञानं इन्द्रिय अर्थसन्निकर्ष जन्यं ज्ञानं. तर्हि इन्द्रिय तत्र सप्तम्या वक्तव्यं खलु, यत्र यत्र लक्षणवाक्यं वदेम तत्र तटस्थलक्षणं भवेत् खलु धर्मधर्मीभावः. तर्हि इन्द्रियार्थसन्निकर्षजन्यत्वं यस्मिन् अस्ति तदेव प्रत्यक्षज्ञानम् इति. अस्तु, अग्रे पठतु महोदय. यद्यपि सम्प्रदाये इह लक्षणनिरूपणम् एव क्रियते, न तु दलप्रयोजनं चिन्त्यते, तथापि जिज्ञासूनां परितोषाय सर्वत्र स्वतन्त्रैः सर्वतन्त्रस्वतन्त्रैः श्रीमद् वाचस्पतिमिश्रैः रचयितायां न्यायवर्तिकटीकायाम् उल्लिखितानि प्रयोजनानि निरूपयन्ते. तत्र दत्तमस्ति मूलग्रन्थे तस्य दलप्रयोजनं न अस्ति, परन्तु वाचस्पत्यां मिश्रा वाचस्पतिमिश्रैः रचितं न्यायवर्तिकटीकायां तत्र दत्तमस्ति. तदेव प्रायः अस्मिन् पुस्तके अपि अस्ति इति. हा, तद् आधारीकृत्य एषः ग्रन्थकारः किञ्चित् वदति अग्रे. इत्युक्ते इन्द्रियसन्निकर्ष इन्द्रियार्थसन्निकर्षजन्यत्वम् इति लक्षणमस्ति. तर्हि तत्र इन्द्रिय इति पदमस्ति, अर्थ इति पदमस्ति, सन्निकर्ष इति पदमस्ति, जन्य इति पदमस्ति, तर्हि तत्र एकं पदं त्यजामश्चेत् अतिव्याप्तिः वा अव्याप्तिः भवति वा इति तादृशचिन्तनम् अत्र मूलग्रन्थकारेण न कृतं, यथा पूर्वं तत्र रूपलक्षणे वा अन्यत्र सर्वत्र कृतं मूलग्रन्थकारेण न कृतं, किन्तु वाचस्पतिमिश्रैः अत्र सर्वतन्त्रस्वतन्त्र इति पदस्य अर्थः कः इति चेत् सर्वतन्त्र इत्युक्ते सिद्धान्तः इति अर्थः, सर्वतन्त्र इति सर्वे सिद्धान्ताः इति अर्थः, तर्हि सर्वेषु सिद्धान्तेषु तस्य स्वातन्त्र्यमस्ति इत्युक्ते सामर्थ्यमस्ति, तादृशः अस्ति वाचस्पति मिश्र इति कश्चन, तेन भामति अत्र ब्रह्मसूत्रस्य भाष्यं, ब्रह्मसूत्रस्य भाष्यं शङ्कराचार्येण लिखितं, तस्य टीका भामति इति नाम्ना टीका लिखितमस्ति वाचस्पतिमिश्रैः, तर्हि वेदान्ते अपि तस्य प्रौढता अस्ति, साङ्ख्यस्यापि साङ्ख्यमतम् इदस्ति, तस्यापि विवरणं टीका व्याख्यानं वाचस्पतिमिश्रैः कृतं, न्यायमति टीका इति न्यायमते अपि इत्युक्ते भिन्नभिन्नमतानि मताः ये सन्ति तेषां सर्वेषां विषये व्याख्यानं लिखितं वाचस्पतिमिश्रैः इति कृत्वा तस्य एतादृश आह्वानमस्ति सर्वतत्र स्वतन्त्रः इति. अस्तु तर्हि इदानीम् अग्रे दलसार्थक्यं करोति, मेहुल् महोदय पठति वा? आम् आम् महोदय. श्रूयते खलु अधुना? अस्तु. प्रत्यक्षलक्षणघटकदलानां सार्थक्यम्, अर्थपदानुपादाने इन्द्रियसन्निकर्षोत्पन्नं ज्ञानमिति लक्षणं भवेत्, तथा सति अप्रसिद्धिः, यः पदार्थः कस्यापि प्रमाणस्य विषयः न भवति, प्रमाणजन्यप्रमितिविषयो वा न भवति, सः अप्रसिद्धः इत्युच्यते, यथा शशविषाणं न हि केनचित् ज्ञात्रा, तत् कदाचित् कुत्रचित् प्रत्यक्षेण अनुमानेन उपमानेन शब्देन वा ज्ञातुं शक्यम्, अतः शशविषाणम् अप्रसिद्धम् इति उच्यते, तथैव इन्द्रियसन्निकर्षोत्पन्नं ज्ञानं क्वचित् अप्रसिद्धं भवति. तावदेव खलु? अस्तु. अर्थपदानुपादानि इत्युक्ते अत्र वयं दृष्टवन्तः प्रत्यक्ष प्रमालक्षणस्य वाक्यमस्ति इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् इति प्रत्यक्षं, तत्र अर्थ इति पदस्य इति पदं त्यजामः चेत् इन्द्रियसन्निकर्षोत्पन्नं ज्ञानम् इति लक्षणवाक्यं भवति, तर्हि तत्र तथा सति अप्रसिद्धिः इति भवति, अत्र अप्रसिद्धिः इत्युक्ते किं, तर्हि यः पदार्थः केनापि प्रमाणेन कस्यापि प्रमाणस्य विषयः न भवति, प्रमाणस्य विषयः न भवति अपि च अनुमानप्रमाणेन अथवा उपमानप्रमाणेन अथवा प्रत्यक्षप्रमाणेन अथवा शब्दप्रमाणेन न ज्ञातुं शक्नुमः, प्रमाणजन्यप्रमितिविषयो वा न भवति, तदेव सः एव पदार्थः अप्रसिद्धः इति वयं वक्तुं शक्नुमः. तर्हि अत्र यदा इन्द्रियसन्निकर्षोत्पन्नं ज्ञानम् इति एव वदेमः चेत् तत् ज्ञानम् अप्रसिद्धः भवति, अत्र उदाहरणमस्ति शशविषाणम् इति, तत् शशविषाणम् इति केनचित् न ज्ञातुं न ज्ञातुं शशविषाणम् इत्युक्ते किम् इति आङ्ग्लभाषायां वदति वा? शशविषाणम् इत्युक्ते अहं चिन्तयामि केवलं, मम अहं केवलम् ऊहां करोमि, अहं चिन्तयामि रेबिट्स् पाय्सन् पाय्सन्स् रेबिट् इति अस्ति, विषाणं नास्ति, विषाणम् इत्युक्ते शृङ्ग हार्न्. ओ शृङ्ग हार्न्, अस्तु अस्तु, हा शशशृङ्ग इति, शशशृङ्ग शशविषाणम् इति अपि, शृङ्गविषाणम् इति पर्यायपदम्. ओ अस्तु अस्तु, सम्यक्, धन्यवादः. तर्हि शशशृङ्गम् इति तु वयं जानीमः, तत्तु केनापि प्रमाणेन न ज्ञातुं शक्यं खलु, अत्र प्रत्यक्षं इत्युक्ते किमर्थं न ज्ञातुं शक्यं? हा हि प्रत्यक्षेन प्रत्यक्षं वयं जानीमः सस्यस्य शृङ्गः नास्ति, तद् न दृश्यते, अपि च अनुमानमपि न कर्तुं शक्नुमः. उपमानमपि भवतु महोदय, अतः किमर्थं शशशृङ्गः कस्यापि प्रमाणस्य विषयः न भवति? किमर्थम् इति प्रश्नः वा? तत्तु अप्रसिद्धः इति अस्ति इत्युक्ते तादृशपदार्थमेव नास्ति खलु? आम् आम् आम्, पदार्थमेव नास्ति. पदार्थमेव नास्ति. हा हा हा हा, कस्यापि प्रमाणस्य विषयः न भवति इत्युक्ते विषयः इति कृत्वा प्रमाणस्य विषयः न भवति इति कृत्वा नास्ति इति नास्ति. वस्तुतः तादृशपदार्थः एव नास्ति खलु? सत्यं सत्यं. यदि पदार्थः अस्ति तदा कस्यचित् प्रमाणस्य विषयः भवितुमर्हति. हा सत्यं सत्यं. तर्हि अत्र अतः एव अत्र अप्रसिद्धिः इति मनसि सर्वे संस्थापयन्तु. सामान्यतया किं वदेम, अत्यन्त अभावः इति वदेम खलु. अत्यन्त अभावः इत्युक्ते पदार्थः नास्ति एव इति. किन्तु नैयायिकानां मतानुसारम् अत्यन्त अभावः इति भिन्नः, अप्रसिद्धिः इति भिन्नः. अस्तु, यः पदार्थः अस्ति किन्तु अत्र नास्ति तस्यैव अत्यन्त अभावः इति तेषां कथनम् इत्युक्ते क्षम्यताम्, अत्यन्त अभावः इति एकम् उदाहरणं वदतु. अत्र घटः नास्ति इति. घटः भूतले नास्ति. हा घटः भूतले नास्ति. अस्तु, नो चेत् भवतः गृहे नास्ति यत्किमपि इत्युक्ते घटः भूतले नास्ति इति वदामश्चेत् लोके घटः नास्ति एव इति नास्ति, अन्यत्र अस्ति किन्तु अत्र नास्ति. अत्र नास्ति इति अत्यन्त अभावः. किन्तु अप्रसिद्धिः इत्युक्ते यदा कदापि यत्र कुत्रापि न लभ्यते. न लभ्यते, हा, तद् प्रदर्शः नास्ति एव, अतः तदेव अप्रसिद्धिः. अप्रसिद्धिः इति उक्तं, किन्तु इदानीम् अर्थपदस्य अनुपादाने अप्रसिद्धिः कथं भवति इति अवगन्तव्यम्. अग्रे पठतु. आम् आम् आम् आम् आम्. तर्हि तथा हि इन्द्रियस्य परमाणुना संयोगे न किञ्चित् बाधकम्, एवम् आकाशस्य विभुत्वात् सर्वमूर्धसंयुक्तत्वम् उक्तमेव. तर्हि इन्द्रियसन्निकर्षपदेन चक्षुषः परमाणुना आकाशेन वा सः सन्निकर्षः गृह्यते. तादृशसन्निकर्षजन्यं ज्ञानम् अप्रसिद्धम्. उक्तं च एतत् द्रव्यप्रत्यक्षे महत्त्वम् उद्भूतरूपवत्ता च कारणम् इति. परमाणौ उद्भूतरूप असत्त्वे अपि महत्त्वं नास्ति. गगने महत्त्वसत्त्वे अपि उद्भूतरूपं नास्ति, तयोः प्रत्यक्षं नैव भवति. अतः तादृश असिद्धिवारणाय अर्थपदं निवेशनीयम्. अर्थपदेन पदार्थस्य योग्यता उच्यते, ज्ञातुं योग्यः इति अर्थः. अतः इन्द्रियस्य ज्ञातुं योग्येन सह यः सन्निकर्षः स एव लक्षणघटकः. गगनपरमाण्वादीनां तु योग्यता योग्यत्वा अभावेन अर्थत्वमेव नास्ति, किन्तु घटादिपदार्थैः सह सन्निकर्षः एव ग्राह्यः, तज्जन्यं प्रत्यक्षमपि सिद्ध्यति इति न दोषः. इन्द्रियस्य परमाणुना संयोगे न किञ्चित् बाधकम्. इन्द्रियेण यदा संयोगः जायते अपि च तत्र कोऽपि बाधा नास्ति, तदा एव प्रत्यक्षं भवति इति वयं जानीमः. इन्द्रियसन्निकर्षः इत्यस्य अर्थः एवम् आकाशस्य विभूत्वात् अत्र समीचीनतया न उक्तम्, इतोपि किञ्चित् वक्तव्यम्. इन्द्रियस्य परमाणुना संयोगः न कश्चित् बाधकम् इत्यस्य अर्थः कः? न किञ्चित् बाधकम् इन्द्रियस्य परमाणुसंयोगे न किञ्चित्. तथा हि अत्र इन्द्रियसन्निकर्षोत्पन्नं पत्तं ज्ञानम् इत्यस्य एव चर्चा अस्ति खलु अत्र अर्थ इति पदस्य सत्यं किन्तु अस्मिन् वाक्ये तयोः मध्ये सन्निकर्षः संयोगः उक्तः आम् इन्द्रियः अपि इन्द्रियम् अपि च परमाणु इत्यनेन संयोगः तर्हि तत्र तदेव अत्र उक्तम् इत्युक्ते इन्द्रियम् अपि च परमाणु अनयोः मध्ये संयोगः भवति वा न वा आं भवति भवति हा तर्हि तत्र बाधकं नास्ति इत्युक्ते भवति इति उक्तम् अस्तु अस्तु तदेव अर्थः अग्रे अस्तु भवति हा एवम् आकाशस्य विभुत्वात् सर्वमूर्तसंयुक्तत्वम् उक्तमेव हा तर्हि आकाशः तु विभुः अस्ति अतः सर्वमूर्तद्रव्येषु आकाशस्य संयोगः भवति एव तद्वयं पूर्वे एव उक्तम् अत्र किन्तु महोदय अत्र मूर्तद्रव्यसंयुक्तमेव इत्यनेन मूर्तद्रव्यम् इत्यनेन अत्र कः कस्य परामर्शः अस्ति अहं चिन्तयामि अत्र आकाशस्य अपि आकाशः तु विभुः अस्ति अतः तस्य संयोगः सर्वमूर्तद्रव्येषु भवति एव तत्तु तत्तु बुद्धं महोदय किन्तु अत्र सर्वमूर्तद्रव्यम् इत्यनेन अत्र कः आशयः अस्ति पूर्वस्मिन् वाक्ये कयोः मध्ये संयोगः उक्तः इन्द्रियम् अपि च परमाणु अत्र मूर्तम् इत्यनेन इन्द्रियमेव स्वीकरणीयम् ओ इति वा अस्तु इन्द्रियपरमाणोः मध्ये संयोगः भवति वा न वा इति चेत् भवत्येव तत्र बाधकं नास्ति आकाश इन्द्रिय यदा चक्षुः चैतस्यचक्षुः बहिर्गच्छति चक्षुः इति मूर्तद्रव्यमस्ति खलु सत्यं सत्यं तस्यापि आकाशः तर्हि यदा चक्षुः बहिर्गच्छति तत्र आकाशचक्षुषोः मध्ये अपि संयोगः भवति सत्यं तत्रापि बाधकं नास्ति अस्तु अग्रे हा तदेव अग्रे तर्हि इन्द्रियसन्निकर्ष इति पदेन किम् उक्तमस्ति तस्य तेन किं गृह्यम् इत्युक्ते चक्षुषः परमाणुना अपि च चक्षुषः परमाणुना अपि च आकाशेन सः सन्निकर्षः इति ग्रहणीयं तत्र गृह्यते इन्द्रियसन्निकर्ष इति पदेन परमाणु अपि च इन्द्रियम् आकाशः अपि च इन्द्रियम् अनयोः मध्ये संयोगः भवत्येव तत्र बाधकः किमपि नास्ति अग्रे तादृशसन्निकर्षजन्यं ज्ञानम् अप्रसिद्धम् इत्यस्य अर्थः कः तादृश हा तर्हि अत्र अप् यदा केवलं तादृशसन्निकर्षः इत्युक्ते चक्षु इन्द्रियम् अपि च परमाणु अपि च इन्द्रियम् अपि च आकाशः इत्यनयोः मध्ये यदा संयोगः जायते तेन जन्यम् एव ज्ञानम् इति लक्षणवाक्यं कुर्मः चेत् तस्य तत् अप्रसिद्धम् इति भवति किमर्थम् इत्युक्ते केनापि कस्यापि प्रमाणेन ते न ज्ञातुं तस्य ज्ञानं वयं न ज्ञातुं शक्नुमः न महोदय अत्र इतोपि किञ्चित् स्पष्टतया वक्तव्यम् इत्युक्ते केनापि अत्र केवलं कस्मिन् इदानीम् इन्द्रियम् इति प्रमाणमस्ति खलु अस्तु चक्षुघटयोः मध्ये यदा संयोगः जायते तेन अयं घटः इति ज्ञानम् उत्पद्यते खलु आं सत्यम् एवं चक्षुपरमाण्वोः मध्ये संयोगः भवितुम् अर्हति तत्र बाधा किमपि नास्ति इति एतावत्पर्यन्तम् अस्माभिः उक्तम् तर्हि इन्द्रियपरमाण्वोः मध्ये संयोगः जायते चेत् अयं परमाणुः इति ज्ञानं जायते वा न जायते हा इन्द्रिय आकाशयोः मध्ये यदा संयोगः जायते एषः आकाशः इति ज्ञानं जायते वा प्रत्यक्षज्ञानं जायते वा न जायते न जायते खलु तर्हि यदि इन्द्रियसन्निकर्ष उत्पन्नं एव प्रत्यक्षज्ञानम् इति स्वीकुर्मश्चेत् अत्र अप्रसिद्धौ अतिव्याप्तिः भवति खलु आम् अधुना अवगच्छामि अत्र केवलं यदा प्रत्यक्षज्ञानस्य लक्षणवाक्यं यदा केवलम् इन्द्रियसन्निकर्षोत्पन्नम् इति कुर्मः चेत् अत्र इन्द्रियसन्निकर्षेण इन्द्रियसन्धिकर्षेण यत् ज्ञानम् उत्पद्यते तत् चक्षुः चक्षुः अपि परमाणोः मध्ये अपि संयोगः भवति अथवा चक्षुः अपि च आकाशयोः मध्ये अपि सन्निकर्षः भवति तदा तथापि तस्य ज्ञानं न भवति परमाणोः विषये ज्ञानं न भवति आकाशस्य विषये अपि ज्ञानं न भवति अतः तत्र अतिव्याप्तिः भवति यदा केवलम् इन्द्रियसन्निकर्षोत्पन्नं ज्ञानम् इति वदेम चेत् हा इत्युक्ते अत्र अन्वयसहचारः इति वदामश्चेत् इन्द्रियसन्नि इन्द्रियसंयो इन्द्रिय इन्द्रिय अपि च परमाणुः अनयोः मध्ये संयोगः अस्ति किन्तु ज्ञानं नास्ति इन्द्रिय आकाशयोः मध्ये संयोगः अस्ति किन्तु ज्ञानं नास्ति ज्ञानं नास्ति हा सत्यं तर्हि अत्र इति कृत्वा क्लेशः भवति अप्रसिद्धं किम् अप्रसिद्धम् अयम् अह एषः आकाशः इति प्रत्यक्षज्ञानं न भवति एव खलु आं सत्यं एषः परमाणुः इति अपि किमर्थं न भवति इति अग्रे उक्तम् उक्तम् अग्रे उक्तं यत् द्रव्यप्रत्यक्षे महत्त्वम् उद्भूतरूपवत्ता च कारणम् इति अत्र वयं जानीमः द्रव्यस्य प्रत्यक्षं कदा भवति यदा महत् परमाणुरूपम् अस्ति अपि च उद्भूतरूपम् अस्ति अतः एव तस्य प्रत्यक्षं भवति अतः महत्त्वम् अपि च उद्भूतरूपवत्ता इति कारणं भवति द्रव्यप्रत्यक्षस्य कृते अतः परन्तु परमाणु तु उद्भूतरूपं सत्त्वे इत्युक्ते उद्भूतरूपम् अस्ति परन्तु महत्परिमाणं नास्ति अतः परमाणोः प्रत्यक्षं न भवति तथैव गगने गगने तु महत्परिमाणम् अस्ति परन्तु उद्भूतरूपं नास्ति अतः गगनः गगनस्य अपि च परमाणोः प्रत्यक्षं न एव भवति इति अतः तादृश असिद्धिवारणाय अर्थपदम् इति योजनीयम् अत्र तर्हि अर्थपदस्य योजनेन किं भवति पदार्थस्य योग्यता भवति इति भवति तर्हि अर्थ इत्यनेन योग्यपदार्थः इति अवगन्तव्यम् प्रत्यक्षयोग्यपदार्थः इति अवगन्तव्यम् अर्थ इत्युक्ते सामान्यतया विषयः कश्चन वस्तु इति अर्थः भवति किन्तु तादृश अर्थः न स्वीकरणीयः सत्यं योग्यत्वं तत्र योजनीयम् अर्थ ज्ञातुं योग्यः इति अर्थपदस्य अर्थपदस्य अर्थः भवति ज्ञातुं योग्यः इति सत्यम् अर्थपदस्य ज्ञातुं योग्यः पदार्थः इति स्वीकुर्मश्चेत् इदानीं तत्र अर्थपदस्य योजनेन तादृश अर्थवान् पदस्य योजनेन अत्र अप्रसिद्धौ अप्रसिद्धिः यद्भवति तस्य वारणं भवति सत्यं सत्यम् अग्रे अतः इन्द्रियस्य ज्ञातुं योग्येन सह यः सन्निकर्षः स एव लक्षणघटकः अतः केवलम् इन्द्रियसन्निकर्षजन्यत्वम् इति न वदेम परन्तु इन्द्रियस्य ज्ञातुं योग्य यत् पदार्थः अस्ति तेन सह सत्यं हा इन्द्रियेण यत् पदार्थ इन्द्रियेण ज्ञातुं योग्य यः पदार्थः अस्ति तेन सह यदा सन्निकर्षः जातः तदा एव यत् ज्ञानम् उत्पद्यते तदेव प्रत्यक्षज्ञानम् अतः एव अत्र अर्थपदस्य योजनं करणीयम् अतः अतः तदेव लक्षणवाक्यम् अस्ति अत्र गगनम् अपि च आकाशः अपि च परमाणु आदीनां योग्यत्वं तेषां योग्यत्वं नास्ति ते सर्वे इन्द्रियेण ज्ञातुं योग्याः नास्ति अतः एव तेषाम् अर्थत्वमेव नास्ति योग्याः नास्ति ते इन्द्रियसन्निकर्षेण केवलं तेषां ज्ञानं न भवति तेषां तानि हा किमर्थम् इत्युक्ते महत्परिमाणम् अपि च उद्भूतरूपं द्वयोः आवश्यकम् परन्तु कुत्रचित् महत्परिमाणम् अस्ति कुत्रचित् केवलम् उद्भूतरूपमेव अस्ति अतः तेषां ते सर्वे इन्द्रियेण ज्ञातुं योग्यः नास्ति उत्तमं किन्तु घटादिपदार्थैः सह सन्निकर्षः एव ग्राह्यः तज्जन्यं प्रत्यक्षमपि सिद्ध्यति इति न दोषः हा तर्हि घटादिपदार्थेषु महत् परिमाणमपि अस्ति, उद्भुतरूपमपि अस्ति, अतः तेषां ते सर्वे इन्द्रियेण ज्ञातुं योग्याः, अतः तैः सह सन्निकर्षः एव ग्राह्यः, अतः इन्द्रियार्थ इन्द्रियसन्निकर्ष सम्पूर्णवाक्यमस्ति, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् इति प्रत्यक्षज्ञानम् इति कस्य कृते वयं वक्तुं शक्नुमः? तर्हि घटादिपदार्थाः पदार्थानां कृते एव तत् लक्षणवाक्यं वयं वक्तुं शक्नुमः. अस्तु, समीचीनं. तर्हि अर्थ इति पदस्य योजनेन, अपि च अर्थ इत्युक्ते विषयः, नो चेत् वस्तु इति अर्थः नास्ति, किन्तु योग्यम् इति. योग्यत्वं कथं निर्णीयते इति चेत् इन्द्रियेण यद् ग्रहीतुं योग्यं तदेव योग्यत्वम् इति नास्ति. परममहत्परिमाणं न मध्यमपरिमाणं भवेत्, उद्भूतरूपं भवेत् इति तादृशं योग्यत्वं भवेत्, तदा प्रत्यक्षं जायते इति अत्र उक्तम्. अस्तु, तर्हि अर्थपदस्य आवश्यकता का इति इदानीं निरूपितम्. अग्रे सत्यभामा भगिनी पठति वा? धन्यवादः. धन्यवादः महोदय. द्रव्यप्रत्यक्षे संयोगः, रूपादिप्रत्यक्षे संयुक्तसमवायः, शब्दप्रत्यक्षे समवायः इत्यादि सन्निकर्षः अग्रे पच्यन्ते. अत्र इन्द्रियार्थसंयोग उत्पन्नम् इति लक्षणकरणे संयुक्तसमवायादिजन्यप्रत्यक्षं संयोग उत्पन्नं न भवति इति तस्मिन् अव्याप्ति. भगिनि तावद् वदतु प्रथमं, तदनन्तरम् अग्रे पठेम. द्रव्यप्रत्यक्षे संयोगः, यत्र चक्षुरिन्द्रियम् अपि च घटः तयोः संयोगः जायते तदा एव प्रत्यक्षं भवति. अत्र संयोगः इति सम्बन्धः अस्ति. तदा रूपादिप्रत्यक्षे संयुक्तसमवायः, नीलरूपं घटे अस्ति इति चेत् प्रथमं घटम् अपि च इन्द्रियं तयोः मध्ये संयोगः, तस्मिन् घटे समवायेन नीलरूपम् अपि अस्ति. इदानीं रूपम् अपि च घटे नीलरूपं समवायेन अस्ति, घटम् अपि च पदं संयुक्तः रूपं. समीचीनं, समीचीनं, बहु समीचीनं. तर्हि किञ्चिदेव अत्र विषयः कः? ज्ञान रूपादिप्रत्यक्षे इत्यत्र रूपमेव विषयः अस्ति खलु? आम्, रूपमेव विषयः. तर्हि रूपं केन सम्बन्धेन अत्र इन्द्रियेण सह सम्बध्यते? रूपं घटे अस्ति, घटः इदानीं रिटेन् ओके. रूपं चक्षुः आनीतव्यं. न, चक्षुः रूपं प्रति आनयतु. तदेव रूपं समवायेन खडे अस्ति, खडः चक्षु आरभ्य करोतु भगिनि. चक्षुः घटेन केन सम्बन्धेन वर्तते? घटे केन सम्बन्धेन वर्तते? रूपं घटे केन सम्बन्धेन अस्ति? समवायेन. तर्हि चक्षुः रूपे केन सम्बन्धेन अस्ति? संयुक्तसमवायेन, संयोगसमवायः. तदेव अत्र उक्तम्. शब्दप्रत्यक्षे समवायः, शब्दः समवायसम्बन्धेन आकाशे अस्ति इति इत्यादि. किमर्थम्? एकनिमिषम्, अत्र किञ्चित् इतोपि वक्तव्यं. शब्दप्रत्यक्षे समवायः, शब्दः आकाशे समवायेन अस्ति, किन्तु अत्र इन्द्रियं किम्? श्रोत्रेन्द्रियमेव. श्रोत्रेन्द्रियम् इति कीदृश इन्द्रियमस्ति? आकाशीय इन्द्रियमस्ति. वस्तुतः आकाशीय इत्युक्ते आकाशः एव खलु? आकाशः. तर्हि शब्दः कुत्र अस्ति चेत् साक्षात् श्रोत्रेन्द्रिये अस्ति इति कृत्वा तत्र समवायसम्बन्धः एव वक्तव्यः इति वक्तव्यम्. इत्युक्ते केवलं शब्दः समवायेन आकाशे आकाशे अस्ति इति चेत् न पर्याप्तं. श्रोत्रेन्द्रियम् आकाशः एव इति कृत्वा शब्दः श्रोत्रेन्द्रिये अस्ति. केन सम्बन्धेन? समवायसम्बन्धेन. बुद्धं वा? बुद्धम्. इत्यादि सन्निकर्षः अग्रे वच्यन्ते. अवयव अवयवनोः सम्बन्धः अस्ति महोदय तत्र इन्द्रिय श्रोत्र नास्ति. शब्दः इति कीदृशपदार्थः? गुणः महोदय. तर्हि अवयव गुणः अवयवं वा? न, अहम् इन्द्रियं. किम् इन्द्रियं? श्रोत्रेन्द्रियं. श्रोत्रेन्द्रियम् आकाशम्. आकाशस्य अवयवाः सन्ति किम्? न महोदय, तत्तु विभुः अस्ति. केवलं विभुः नास्ति, एकः अस्ति खलु? एकः, सत्यम्. एकः अस्ति चेत् कथं वा तस्य अवयवाः? तर्हि श्रोत्रेन्द्रियम् आकाशे अस्ति इति? न न, श्रोत्रेन्द्रियम् आकाशे नास्ति. श्रोत्रेन्द्रियम् इत्युक्ते आकाशः एव. आकाशः एव शब्दः. शब्दः श्रोत्रेन्द्रिये समवायसम्बन्धेन अस्ति. साक्षात् श्रोत्रेन्द्रिये समवायसम्बन्धेन अस्ति. आकाशमेव श्रोत्रेन्द्रियं वा? आं महोदय. तर्हि इदं अस्तु. इत्यादि सन्निकर्षः अग्रे वच्यन्ते. एतादृशसम्बन्धाः इति वा अग्रे उच्यते? इत्युक्ते अग्रे अग्रिमपाठे किम् आगच्छति? षड् सम्बन्धाः भवितुमर्हति. अत्र सन्निकर्ष इति परमुक्तमस्ति खलु? तत्र सन्निकर्षाः षड्विधाः भवन्ति इति अग्रे वक्ष्यति. तेषु त्रयः अत्र उक्तः अस्ति. तर्हि केवलम् अत्र चिन्तनार्थम् अहं वदामि. नीलोत्कटः इत्यत्र यद् अस्माभिः तत्र स्प्रेड्शीट् मध्ये स्थापितं तत्र संयुक्तसमवायसम्बन्धः एव स्वीकरणीयः. साक्षात् संयोगः चक्षुः अपि च नीलम् अनयोः मध्ये न भवति इति कृत्वा संयुक्तसमवायः स्वीकरणीयः तत्र. तर्हि अनन्तरं पश्येव. किन्तु येषाम् इच्छा अस्ति ते तत्र गत्वा पश्यन्तु. इत्युक्ते संयुक्तसमवायः इति सम्बन्धः वक्तव्यः अस्ति. चक्षुरिन्द्रियम् अपि च घटे विद्यमानरूपम् अनयोः मध्ये संयुक्तसमवायसम्बन्धः स्वीकृत्य प्रदर्शनीयम्. अस्तु, भवतु, अग्रे गच्छतु, अग्रे गच्छतु. तत्र इन्द्रियार्थसंयोगोत्पन्नम् इति लक्षणकरणे संयुक्तसमवायादिजन्यप्रत्यक्षं संयोग उत्पन्नं न भवति इति तस्मिन् अव्याप्ति. इन्द्रियार्थसंयोगत्वम् इति एव उक्तं चेत् अत्र समवायादिजन्यप्रत्यक्षं संयोगोत्पन्नं न भवति इति यदि संयोगम् एव उक्तमस्ति चेत् अन्येषां संयोगादीनां लक्षणं न आपतति इति कृत्वा अत्र अव्याप्तिः इति उक्तमस्ति. तर्हि कुत्र अव्याप्तिः भवति? संयुक्तसमवायः अत्र त्रीणि उदाहरणानि उक्तं खलु, तेषु कुत्र अव्याप्तिः भवति? घटे विद्यमाननीलरूपम् अपि च शब्दम्. शब्दप्रत्यक्षे अव्याप्तिः भवति, शब्दप्रत्यक्षे अपि अव्याप्तिः भवति. किमर्थमित्युक्ते तत्र परम्परासम्बन्धः उक्तः खलु, संयुक्तसमवायः सम्बन्धः रूपादिप्रत्यक्षे, शब्दप्रत्ययेषु तु समवायः. यदि संयोगः इति पदमेव लक्षणवाक्ये स्वीकुर्मः तर्हि समवाये अव्याप्तिः भवति, संयुक्तसमवाये अव्याप्तिः भवति. अस्तु अग्रे. एवमेव इन्द्रियार्थसमवायजन्यं ज्ञानम् इति लक्षणे शब्दप्रत्यक्षस्य एव सङ्ग्रहे भवेत् न अन्ये अन्येषामिति सर्वसन्निकर्षसङ्ग्रहाय तदेव पदमुपात्तम्. एवमेव इन्द्रियार्थसमवायजन्यं ज्ञानम् इति लक्षणे शब्दप्रत्यक्षमेव सङ्ग्रहो भवेत् सङ्ग्रहे भवेत् न अन्येषामिति सर्वसन्निकर्षसङ्ग्रहाय तदेव पदमुपात्तं पदमुपात्तम् तदेव दत्तम् इति अवगच्छामि. तदेव दत्तम् इत्युक्ते किं दत्तं? सन्निकर्षसमवायजन्यं तादृशं लक्षणं नास्ति खलु? यदि तादृशम् इत्युक्ते अत्र शब्दप्रत्यक्षे शब्दप्रत्यक्षे अव्याप्तिः जाता खलु, तन्निवारणार्थम् इन्द्रियार्थसमवायजन्यम् इति लक्षणवाक्यं स्वीकुर्मश्चेत् द्रव्यप्रत्यक्षे अव्याप्तिः भवति, रूपादिप्रत्यक्षे अव्याप्तिः भवति. ओके. यदि इत्युक्ते एकमेव सम्बन्धं लक्षणवाक्ये स्वीकुर्मश्चेत् अन्येषु सम्बन्धेषु अव्याप्तिः भवत्येव. ओके. इति कृत्वा संयोगः इति वा संयुक्तसमवायः इति वा समवायः इति वा अनुक्त्वा सन्निकर्षः इति पदम् उक्तं. सन्निकर्ष इत्यनेन सन्निकर्षपदं सम्बन्धार्थकम् इति. यत्किमपि सम्बन्धः सन्निकर्षम् इत्यनेन यः कोऽपि सम्बन्धः स्वीकर्तुं शक्यते. अस्तु अग्रे पठतु. सम्बन्धस्य बोधनार्थं सन्निकर्षः इति पदम् उक्तमस्ति अत्र. हा तर्हि सन्निकर्षः इत्युक्ते संयोगः इति एव अर्थः नास्ति. संयोगः अग्रे पठतु, तदेव दत्तमस्ति. सन्निकर्षपदं सम्बन्धार्थकम् संयोगः संयुक्तसमवायः समवायः एवमादाय भवन्ति एवमादयः भवन्ति एव सम्बन्धः इति सर्वेषां ग्रहणं भवति. इदानीं सन्निकर्ष इत्यनेन यः कोऽपि सम्बन्धः अस्ति तेषां बोधः अत्र भवति इति. समीचीनं. तर्हि अत्र द्वितीयपदं स्वीकृतं. प्रथमदलसार्थके अर्थ इति पदं त्यजामश्चेत् कुत्र दोषः भवति इति विचिन्त्य अर्थ इत्यनेन योग्यपदार्थः इति स्वीकृतम्. अत्र संयोग इति पदं त्यजामश्चेत् यदि संयोग इति पदं स्वीकुर्मः तर्हि अन्येषु सम्बन्धेषु अति अव्याप्तिः भवति इति कृत्वा सन्निकर्ष इति पदम् आवश्यकम्. अत्र संयोगः वा समवायः न वक्तुं शक्यते, किन्तु सन्निकर्षः इति वक्तव्यम् इति तावत् प्राप्तम्. अस्तु अग्रे स्वामी महोदय पठतु. धन्यवादः. धन्यवादः. अर्थपदेन यथा विषयस्य योग्यता लब्धा तद्वदेव उत्पन्नपदेन सन्निकर्षस्यापि योग्यता लभ्यते. कीदृशसन्निकर्षः लक्षणघटकः? योग्यः यः ज्ञानोत्पादनयोग्यः. अन्यथा भित्त्या व्यवहिते तया संयुक्ते दार्थे चक्षुषः स्वसंयुक्तसंयोगः अस्ति इति सः अपि सन्निकर्षः स्यात्. महोदय तावत् पर्यन्तं वा? न, अग्रे किञ्चित् पठतु, तदेव तस्मिन् विषये अत्र उक्तं. परन्तु भित्त्या व्यवधानात् न सः पदार्थः गृह्यते इति प्रसिद्धमेव. चक्षुःसंयुक्तसंयोगः तावत् महोदय तावत् न. अस्तु अस्तु अग्रेपि पठतु. चक्षुःसंयुक्तसंयोगः चक्षुसंयुक्तसंयोगः सन्निकर्षस्तु तेन अस्ति एव इति पुनः पूर्ववद् एव तज्जन्यज्ञानाभावात् असिद्धिः उत्पन्नपदोपादाने उत्पादकसन्निकर्ष एव ग्राह्यः भवति इति न दोषः. अर्थः इति युक्ते किम् इति पूर्वं योग्य पदार्थः योग्यद्रव्यः इति महोदय योग्यं द्रव्यं योग्यं द्रव्यं सन्निकर्षस्यापि योग्यता भवेत्. सन्निकर्षः केवलं न योग्य सन्निकर्षः ईदृशसन्निकर्षः योग ज्ञानोत्पादनयोग्य अस्तु. अन्यथा भित्त्या व्यवहिते तया संयुक्तपद तत्र संस्कृतं किञ्चित् महोदय भित्त्या व्यवहिते इत्युक्ते महोदय भित्तिः इत्युक्ते किं वाल् वाल् अस्तु तर्हि भवान् भित्त्याः एकस्मिन् पार्श्वे अस्ति इत्युक्ते अस्मिन् देशे अस्ति इति चिन्तयतु. अग्रे भित्तिः अस्ति, भित्तेः अनन्तरं घटः अस्ति इति चिन्तयतु. घटः भित्त्या सह संयुक्तः अस्ति इति अपि चिन्तयतु. ओ महोदय भित्तिः भवान् अत्र अस्ति, भवतः पुरतः भित्तिः अस्ति, भित्तेः पृष्ठभागे घटः अस्ति, किन्तु भित्त्या सह तस्य सन्निकर्षः अपि अस्ति. दि पाट् इस् टचिङ्ग् द वाल् इति तादृशस्थितिः इति चिन्तयतु. तर्हि इदानीं किं जायते? अवच्छेद्यं भवति. अहम् अत्र अस्मि, भित्तिः मध्ये. किमर्थम् अवच्छेद्यम् इति वदति? इट् डिवैड्स् महोदय. न न इदानीम् अस्तु, अत्र अत्र सन्दर्भः मया उक्तः खलु. तर्हि यदा भवान् भित्तिः पश्यति तर्हि चक्षुभित्योः मध्ये संयोगः अस्ति वा? आं महोदय. हा, भित्तिघटयोः मध्ये संयोगः अस्ति वा? अस्ति. तर्हि इदानीम् अत्र परम्परासम्बन्धः जातः खलु, भवतः चक्षुः अपि च घटः अनयोः मध्ये संयुक्तसंयोगसम्बन्धः अस्ति खलु, इत्युक्ते संयोगसंयोगसम्बन्धः अस्ति खलु? आं महोदय. तर्हि संयोगसंयोगसम्बन्धः इति अपि एकविधसम्बन्धः अस्ति खलु, सन्निकर्षः. तर्हि इन्द्रियार्थसन्निकर्ष उत्पन्नं ज्ञानम् इति तत्र केवलं सन्निकर्षः इदानीम् अस्ति. इन्द्रियं भवतः चक्षुः अपि च घटः, यः घटः भित्तेः पृष्ठभागे अस्ति किन्तु न अगोचरम्. हा, इत्युक्ते घटः न दृश्यते खलु? न दृश्यते, अस्ति इति ज्ञानमपि नास्ति. आम् महोदय. इति कृत्वा यदि केवलम् अत्र सन्निकर्ष इत्यनेन यः कोऽपि सम्बन्धः स्वीकुर्मः तत्र क्लेशः भवति. आं महोदय. चक्षुः संयुक्तसंयोगः. हा, चक्षुः संयुक्तसंयोगः, चक्षुः अपि च घटयोः मध्ये इदानीं जातः, किन्तु तथापि तर्हि सन्निकर्षः अस्ति, इन्द्रियमस्ति, घटः इति योग्यपदार्थमस्ति, घटः द्रष्टुं शक्यते. किन्तु अत्र सर्वाणि कारणानि सन्ति चेदपि, इन्द्रियमस्ति, घटः योग्यपदार्थः घटः अस्ति, तत्र सन्निकर्षः अपि अस्ति. कीदृशसन्निकर्षः? संयुक्तसंयोगसन्निकर्षः अपि अस्ति. तथापि घटस्य प्रत्यक्षं न भवति खलु? आम् आं महोदय, असिद्धिः. इति कृत्वा किं वक्तव्यम्? तत्र अव्याप्तिः अस्ति, अतः वस्तुतः अत्र असिद्धिः अस्ति इत्युक्ते भित्तेः पृष्ठे यः घटः अस्ति तत् केनापि न दृष्टं खलु केनापि न गृहीतुं शक्यते तत्र असिद्धिः अस्ति तर्हि तस्य निवारणार्थम् असिद्धिनिवारणार्थं किं करणीयम् किमपि कर्तुं न शक्यते महोदय भित्तिः उत्पन्नपदोपदाने उत्पन्न इत्युक्ते किम् कस्मिन् विषये चिन्तयन्तः स्मः वयं प्रत्यक्षलक्षण हा लक्षणवाक्यमस्ति खलु तत्र दलसार्थक्यं कुर्वन्तः स्मः उत्पन्नपद उपादाने लक्षणवाक्ये उत्पन्नम् इति पदं योजयामश्चेत् इन्द्रिय अर्थ सन्निकर्ष इति पदत्रयमेव स्थापयामश्चेत् असिद्धौ अव्याप्तिः भवति खलु असिद्धिः भवति असिद्धौ अव्याप्तिः इति न वक्तव्यम् असिद्धिः भवति खलु आम् महोदय उपादाने इत्युक्ते योजयामश्चेत् उत्पन्न इति पदम् अपि लक्षणवाक्ये योजयामश्चेत् किम् अग्रे पठतु उत्पादकसन्निकर्ष एव ग्राह्यः भवति इति न दोषः हा बुद्धं वा न बुद्धं महोदय तदनन्तरं किम् उत्पादकसन्निकर्ष इति इत्युक्ते अत्र अस्तु इदानीं लक्षणवाक्यं किम् इन्द्रिय अर्थ इन्द्रियसन्निकर्षजन्य उत्पन्नम् इति अस्ति जन्यम् इत्युक्ते उत्पन्नम् इति अस्ति खलु तर्हि अत्र इन्द्रिय अर्थसन्निकर्ष तावदेव पदत्रयमेव वदामश्चेत् अत्र असिद्धौ असिद्धिः भवति इति कृत्वा इन्द्रिय अर्थसन्धिकर्ष उत्पन्नम् इति पदं योजयामश्चेत् तर्हि दल्लसार्थक हा उत्पन्नपद उपादाने लक्षणवाक्ये उत्पन्नम् इति पदं योजयामश्चेत् उत्पादकसन्धिकर्षः इत्युक्ते कीदृशसन्धिकर्षः तत्र विशेषणं योजितम् उत्पादक यस्मिन् सन्निकर्षे प्रत्यक्षम् उत्पादयितुं सामर्थ्यमस्ति तादृशसन्निकर्षः एव ग्राह्यः भवति इति न दोषः इति इदानीं बुद्धं महोदय जन्यत्वं हा उत्पादकत्व तर्हि किञ्चित् परिष्कारं कुर्वन्तः स्मः वयम् इत्युक्ते इन्द्रिय इत्यनेन इन्द्रियं स्वीकर्तुं शक्यते अर्थ इति पदेन किं स्वीकर्तव्यं योग्यपदं योग्यविषयः स्वीकर्तव्यः तदनन्तरम् अत्र संयोगः इति वा समवायः इति वा विशेषसम्बन्धः अनुक्त्वा सन्निकर्ष इति वदामश्चेत् सर्वे सम्बन्धाः तेषु अन्तर्भूताः भवन्ति इति कृत्वा सन्निकर्ष इति पदमेव वक्तव्यं तदनन्तरं तत्र इदानीं सन्निकर्षः जायते किन्तु अप्रसिद्धिः अस्ति इति कृत्वा तादृशसन्निकर्षः येन ज्ञानम् उत्पादयितुं शक्यते योग्यसन्निकर्षः इति अवगच्छामश्चेत् अत्र दोषः न भवति इति तावत्पर्यन्तम् उक्तं तर्हि इदानीम् अर्थविषये चिन्तितं सन्निकर्ष इत्यस्मिन् विषये चिन्तितम् इति पदस्य विषये चिन्तितम् अपि च उत्पन्नं जन्यम् इति पदस्य विषये अपि चिन्तितं तर्हि इदानीम् इन्द्रियम् इति पदम् आवश्यकं वा न वा इति प्रश्नः अस्तु शिवराम महोदय पठितुमिच्छति वा आम् महोदय अर्थपदेन न इन्द्रियपदं तर्हि अनर्थकं तथा शीर्षकमस्ति खलु आम् इन्द्रियपदं तर्हि अनर्थकं यद्यपि मिश्रैः तात्पर्य तात्पर्यटीकायां इन्द्रियार्थसन्निकर्षजन्यम् इत्यत्र इन्द्रियपद इन्द्रियपदप्रयोजनं न उक्तं, तथापि ते दर्शितदिशा वयं चिन्तयितुं प्रभवामः। यथा अर्थपदस्य असत्त्वे परमाणु आकाशादिग्रहणेन असिद्धिः दर्शिता, तथा इन्द्रियपद अनुपादाने अर्थस्य ज्ञातुं योग्यस्य घटादेः सन्निकर्षः संयोगादि घटान्तरेण भूतलेन वा जायमानः स्वीकार्यः। तादृशसन्निकर्षेण न प्रत्यक्षोत्पत्तिः भवति इति पूर्वदेव असिद्धिः। अतः इन्द्रियपद उपादानम् तद् उपादाने सति न घटान्तरेण भूतलेन वा सह अर्थस्य सन्निकर्षः इन्द्रियार्थसन्निकर्षः इति न असिद्धिः। अत्र इदानीम् इन्द्रियम् इति पदम् आवश्यकं वा इति चिन्तनम्। यदि इन्द्रियम् इति पदं त्यजामः तर्हि लक्षणवाक्यं किं भवति? इन्द्रियपदं वयं त्यजामः, सन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति भवति। अर्थ इति पदमपि अस्ति खलु? हा अर्थ आम् अर्थसन्निकर्षं जन्यं प्रत्यक्षम्, अर्थसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षम् इति भवति। इति भवति चेत् कुत्र क्लेशः भवति? सायमपेक्षितं महोदय। न भवान् अत्र भवता वक्तुं शक्यते, इत्युक्ते इदानीम् इन्द्रियम् इति पदं त्यक्तं, तर्हि इदानीं किम् अवशिष्टं दक्षिणवाक्ये? अर्थसन्निकर्ष उत्पन्नं ज्ञानं प्रत्यक्षम् इति भवति। तर्हि इदानीम् अर्थ इति पदेन योग्यपदार्थः स्वीकरणीयः खलु? तर्हि इदानीम् एकं पुस्तकम् इति स्वीकरोतु, पुस्तकं घटे स्थापयति इति चिन्तयतु। पुस्तकमपि योग्यपदार्थमस्ति, घटः अपि योग्यपदार्थमस्ति, प्रत्यक्षयोग्यपदार्थमस्ति। तयोः मध्ये इदानीं पुस्तकं घटे स्थापयति चेत् तयोः मध्ये सन्निकर्षः संयोगः भवति खलु? किन्तु पुस्तकं घटे स्थापयति चेत् इदानीम् अर्थसन्निकर्षेण सन्निकर्षः जातः खलु, किन्तु प्रत्यक्षं भवति वा इन्द्रियं विना? न भवति खलु? न भवति। तदेव अत्र उक्तम्, इत्युक्ते इन्द्रियपदं न न न न स्थापयामश्चेत्, न स्वीकुर्मश्चेत् लक्षणवाक्ये, घटपुस्तकयोः मध्ये यः सन्निकर्षः जायते तस्य प्रत्यक्षं मम आत्मनि जायेत, किन्तु तद् न दृष्टं खलु, तत्र असिद्धिः अस्ति, तादृशं केनापि न अनुभूतम् इति कृत्वा इन्द्रियपद उपादानम् आवश्यकम् इति उक्तं तावदेव। तदुपादाने सति न घटान्तरेण भूतलेन वा, इत्युक्ते घटः अन्येन घटेन सह संयुक्तः भवति चेत्, नो चेत् घटः भूतलेन सह संयुक्तः भवति चेत् तत्र इन्द्रियसन्निकर्षः न असिद्धिः न भवति इति उक्तम्। बुद्धं खलु? अवगतम्। अस्तु अग्रे भवान् एव पठतु अग्रिम। परन्तु उत्पन्नपदेन ज्ञानोत्पादनयोग्यः सन्निकर्षः एव संयोगादिग्राह्यः इति प्रागुक्तम्। घटस्य घटान्तरेण भूतलेन सह वा संयोगः न ज्ञानोत्पादकः, तथा च उत्पन्नपददानेन यथा कुण्ड्यादि व्यवहितपदार्थसन्निकर्षवारणं तथा अस्य संयोगस्य अपि वारणात् पुनरपि इन्द्रियपदं भवेदेव अनर्थकम्. उत्पन्नपदेन ज्ञान संयोगादिसन्निकर्षः अस्ति ज्ञानोत्पत्ति. अस्तु, अत्र मेरुल् महोदय किञ्चित् सहायं करोति वा? आम् आं महोदय, अत्र उत्पन्नपदम् इत्यस्य इत्यनेन किं भवति, तर्हि तस्य अर्थः किं भवति इत्युक्ते ज्ञानस्य ज्ञानोत्पादनयोग्यः इति एव अर्थः स्वीकरणीयम् उत्पन्नपदे. योग्यः कीदृश उत्पन्न इति कस्यचित् विशेषणमस्ति, विशेषपदार्थः इति पदार्थः नास्ति, अर्थ इति खलु नास्ति नास्ति. उत्पन्नपदेन ज्ञानोत्पादनयोग्यः, तर्हि उत्पन्नपदं तु जन्यम् इति खलु, जन्यम् इत्येव सत्यम्, उत्पन्नम् इत्युक्ते जन्यम् इति पदेनैव उत्पन्नम् इति उक्तम्. हा हा, तर्हि ज्ञानम् इत्यस्य एव विशेषणमस्ति. नास्ति नास्ति महोदय, अत्र यः परिच्छेदः सत्यभामा भगिन्या पठितं तत्र किम् अवगतम् अस्माभिः? न, सत्यभामा भगिन्या नास्ति, स्वामिमहोदयेन यत् पठितं. इन्द्रियपदं तु तत्र स्वीकरणीयमेव, इन्द्रियपदमिति अनर्थकं नास्ति. इन्द्रियपद तत्तु इदानीं शिवराममहोदयेन पठितम्. अस्तु, इत्युक्ते उत्पन्न इत्युक्ते तादृशसन्निकर्षः खलु. हा, अत्र उत्पन्न इति पदं सन्निकर्ष इति पदेन अन्वयति. ओ, यः कोऽपि सन्निकर्षः नास्ति, तादृशसन्निकर्षः येन ज्ञानं जायते इति. अस्तु अस्तु, ज्ञानं जायते तत् सन्निकर्षः, यः सन्निकर्षः येन ज्ञानं जायते. हा अस्तु, अर्थपदेन यथा विषयस्य योग्यता लब्धा तद्वदेव उत्पन्नपदेन सन्निकर्षस्यापि योग्यता लभ्यते. तत्र उत्पन्नपदेन सन्निकर्षस्य अपि योग्यता इति अस्ति. अस्तु, हा, ज्ञानोत्पादनयोग्यः सन्निकर्षः इति सन्निकर्ष एव संयोगादिग्राह्यः इति वयं पूर्वे उक्तवन्तः. तत्र संयोगः, समवायः, अपि च यत्किमपि अन्यत् अपि सम्बन्धः, स्वसंयुक्तसंयोगः इति अपि सम्बन्धः वयं दृष्टवन्तः, तेषां सर्वेषां ग्रहणं सन्निकर्षः इत्यनेन भवति. तत्तु भिन्नवार्ता अस्ति, तद् किमर्थम् अत्र वदति इति न जाने. इत्युक्ते तत्र सन्निकर्षः, संयोगः, संयुक्तसमवायः, समवायः इति अनुक्त्वा सन्निकर्षः इति किमर्थम् उक्तम् इति चेत् सर्वेषां सम्बन्धानां ग्रहणं भवति इति कृत्वा सन्निकर्षः इति पदं प्रयुक्तम् इति उक्तं. तदनन्तरं कीदृशसन्निकर्षः इत्युक्ते योग्यसन्निकर्षः, ज्ञान उत्पन्नयोग्यसन्निकर्षः, नो चेत् अत्र भित्तिः अस्ति, भित्तिः घटेन सह संयुक्तः, भित्तिः चक्षुषा अपि संयुक्तः इति कृत्वा संयुक्तसंयुक्तसम्बन्धः सम्बन्धेन चक्षुः इदानीं घटे अस्ति, तत्र असिद्धिः भवति इति कृत्वा योग्य उत्पन्नम् इति पदेन योग्यसन्निकर्षः इति अवगतं खलु. तावद् अस्माभिः चिन्तितम्. इदानीं प्रकृतिविषये अस्य महत्त्वं किम्? उत्पन्नपदस्य वा अथवा न, यः परिच्छेदः अस्तु, पुनः एकवारं भवानेव पठतु महोदय. अस्तु, परन्तु उत्पन्नपदेन ज्ञानोत्पादनयोग्यः सन्निकर्षः एव संयोगादिः ग्राह्यः इति प्रागुक्तम्. अस्तु, हा, तत् वयम् अधुना अवगच्छामः. सन्निकर्षः कीदृशसन्निकर्षः, क्षम्यताम्, उत्पन्नपदे पदस्य अर्थः कः? तर्हि सन्निकर्षः एव, परन्तु कीदृशः सन्निकर्षः? तर्हि ज्ञानोत्पादनयोग्यः सन्निकर्षः. इति एव उत्पन्न उत्पन्नपदस्य अर्थः स्वीकरणीयं. तद् वयम् अग्रे अग्रे पठितवन्तः. तादृशं मा वदतु महोदय, अत्र केवलं स्पष्टार्थम् अहं परिष्कुर्वन्नस्मि. इत्युक्ते उत्पन्न इति पदेन ज्ञानयो इति नास्ति, इत्युक्ते सन्निकर्षः इति उक्तम्. उत्पन्न इति पदस्य योगेन किं जातं? योग्यसन्निकर्षः इति अर्थः अवगन्तव्यः. अतः एव उत्पन्नमिति सन्निकर्षस्य विशेषणम् इति मया स्वीकृतम्. अस्तु अस्तु. हा, योग्यः सन्निकर्षः उत्पन्न इति पदस्य योजनेन, जन्य इति पदस्य योजनेन योग्यः सन्निकर्षः एव स्वीकरणीयः इति अस्माभिः अवगतं खलु? अस्तु. इदानीम् अत्र यदि इन्द्रियम् इति पदं न वदामः तत्र कुत्र क्लेशः भवति इति उक्तम्? कुत्र क्लेशः? कस्मिन् उदाहरणं दृष्टमासीत् खलु? इन्द्रियम् इति पदं त्यजामः चेत् खलु? हा, इन्द्रियम् इति पदं त्यजामश्चेत् दृष्टवन्तः, अधुना न स्मरामि. मया उक्तं खलु घटपुस्तकयोः मध्ये, नो चेत् घटघटयोः मध्ये सन्निकर्षः. सत्यं सत्यं. पुस्तकं यदा घटे स्थापयामः चेत् तत्र पुस्तक अपि च घटयोः मध्ये सन्निकर्षः अस्ति, परन्तु इन्द्रियेण यदा न सन्निकर्षः जातः तर्हि पुस्तकस्य ज्ञानं न भवति एव. इत्युक्ते अत्र घटपुस्तकयोः मध्ये यद्यपि संयोगः जातः, अर्थसन्निक इदानीं लक्षणवाक्यं किम्? इन्द्रियम् इति पदं त्यजामश्चेत् अर्थसन्निकर्ष उत्पन्नम् इति. तत्र अर्थः अस्ति, योग्य अर्थः अस्ति, तयोः मध्ये सन्निकर्षः अपि अस्ति इति कृत्वा ज्ञानं भवेत्. किन्तु ज्ञानं कस्यापि न जातम् इति कृत्वा तत्र असिद्धिः अस्ति इति कृत्वा इन्द्रियम् इति पदं योजनीयम् इति पूर्वम् उक्तं खलु? तर्हि इदानीम् अत्र किं वदति? उत्पन्नम् इति पदमपि अस्ति खलु? अर्थसन्निकर्ष उत्पन्न इति. तर्हि घटपुस्तकयोः मध्ये यः सन्निकर्षः जायते तस्मिन् योग्यत्वं नास्ति. तेन सम्बन्धेन ज्ञानं कारयितुं योग्यत्वं नास्ति तस्मिन् सम्बन्धे. अस्तु इति कृत्वा इदानीं पूर्वपक्षी वदति, भोः अत्र उत्पन्नम् इति पदमस्ति खलु, तत् उत्पन्नम् इति पदेन योग्यः सम्बन्धः एव स्वीकृतः, तर्हि घटपुस्तकयोः मध्ये यः सम्बन्धः जायते सः योग्यसम्बन्धः नास्ति इति कृत्वा उत्पन्नम् इति पदस्य योजनेन एव अत्र घटपुस्तकयोः मध्ये यः सम्बन्धः अस्ति तद् बहिष्कृतम् इति कृत्वा इदानीमपि इन्द्रियम् इति पदस्य योजनम् अनावश्यकम् इति वदति. ओ अस्तु, किमर्थमित्युक्ते हा तत् सन्निकर्षः अत्र उत्पन्न इत्यनेन यः योग्यः सन्निकर्षः इति अर्थः भवेत् तत्तु घटपुस्तकयोः मध्ये संयोगः अस्ति, तत्र योग्यः सन्निकर्षः अस्ति अपि अस्ति एव, अतः न योग्यः सन्निकर्षः नास्ति. प्रत्यक्षयोग्यसन्निकर्षः नास्ति, सन्निकर्षः तु अस्ति किन्तु प्रत्यक्षयोग्यसन्निकर्षः नास्ति. ज्ञानोत्पादनयोग्यः नास्ति. सत्यं. हा, समीचीनं, ज्ञानोत्पादनयोग्यः नास्ति इति कृत्वा अत्र उत्पन्न इति पदेन एव इन्द्रियम् इति पदेन यत् साधनीयं तत् साधितमस्ति खलु? साधितं. हा, तत् साधितं. सत्यम् इति कृत्वा इदानीं पूर्वपक्षी आक्षेपति इन्द्रियपदं भवत्येव अनर्थकम् इत्युक्ते इन्द्रियपदम् अनावश्यकम्. अनावश्यकं. सत्यं. अस्तु, अग्रे भवान् एव पठतु महोदय. अस्तु. किञ्च अर्थपदेन योग्यस्य वस्तुनः ग्रहणं कर्तव्यमिति प्रागुक्तम्. अस्तु, तादृशाश्च घटः घटान्तरं भूतलं वा तयोः संयोगो अपि तर्हि योग्यः. चक्षुरादिना वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण ज्ञातुं शक्यः. विषयस्य स्वप्रत्यक्षं प्रति कारणत्वमपि उक्तम्। अतः एषः संयोगः ज्ञानोत्पादनसमर्थोऽपि भवति। तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति इति कथम् इन्द्रियपदानुपादाने अर्थसन्निकर्षजन्यं ज्ञानम् असिद्धम् इति उच्यते इति चेत् सत्यम्। अत एव मिश्रैः तत्पदप्रयोजनं नाभिहितम्। अस्माभिस्तु बुद्धिवैषद्याय चिन्तितम्। उक्तं च नैयायिकमूर्धन्यैः न्यायमञ्जरीकृद्भिः जयन्तभट्टैः कुतो वा नूतनं वस्तु वयम् उत्प्रेक्षितुं मया क्षमः अस्तु तदस्ति। अत्र अर्थपदेन योग्यवस्तुनः इति योग्यस्य वस्तुनः ग्रहणम् इति करणीयम् इति वयं पूर्वे दृष्टवन्तः। अर्थ इति पदस्य कः वस्तुतः कः अर्थः इति तादृशः एव घटः घटान्तरं भूतलम् इत्यस्य अपि तादृश अर्थः स्वीकरणीयम्। अत्र तयोः तर्हि तयोः मध्ये यः संयोगः अस्ति तद् योग्यः। घटः अपि च भूतलयोः मध्ये यः संयोगः तदपि योग्यः अस्ति। तर्हि चक्षुषा स्वसंयुक्तसमवायसन्निकर्षः इति सम्बन्धेन ज्ञानं भवति एव विषयस्य स्वप्रत्यक्षम्। अतः तदेव विषयस्य प्रत्यक्षज्ञानं विषये कारणं भवति इति वयं पठितवन्तः। न पठितवन्तः, वस्तुतः वक्ष्यमाणः इति लिखितमस्ति खलु अग्रे आयाति। किन्तु किञ्चिदिव दृष्टम् अत्र रूपादिप्रत्यक्षं कथं भवति स्वसंयुक्तसमवायसन्निकर्षेण भवति खलु। आम् आं तदेव किञ्चित् वयं पठितवन्तः तस्य विषये। अतः एषः संयोगः ज्ञानोत्पादनसमर्थो अपि भवति। अतः संयोगेन अस्माकम् आत्मनि ज्ञानस्य उत्पादनं भवति। अतः तत् संयोगः एषः संयोगः समर्थः भवति कस्य कृते ज्ञानोत्पादनस्य कृते। तर्हि तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति। तज्जन्यं संयोगजन्यं प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति। तज्जन्यम् इत्युक्ते संयोगजन्यं खलु, तदेव अर्थः अस्ति। तेन प्रत्यक्षं प्रसिद्ध्यति स्वप्रत्यक्षमेव प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति इति कथम् इन्द्रियपदानुपादाने। अस्तु, इन्द्रियपदं यदा त्यजामः चेत् अर्थसन्निकर्षजन्यम् इति लक्षणवाक्यं भवति। तदेव ज्ञानम् असिद्धं तदा भवति चेत् तद् ज्ञानम् इति लक्षणवाक्यम् असिद्धं भवति इति उच्यते। तर्हि तद् भवति चेत् सत्यं, तदेव सत्यं। परन्तु अतः एव अत्र समीचीनतया भवता न उक्तम् इत्युक्ते असिद्धम् इत्युच्यते, असिद्धं कथम् इति निरूपणीयं भवता। इन्द्रियपदं यदि त्यजामः चेत् अर्थसन्निकर्षजन्यं ज्ञानम् इति असिद्धं भवति कथं? तर्हि पूर्वस्मिन् वाक्ये तदेव उक्तम्, एषः संयोगः ज्ञानोत्पादनसमर्थः भवति, परन्तु तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति। तद् अहं न अवगच्छामि तद् वाक्यं। तत्रैव अर्थार्थी, तत्रैव अर्थार्थी। अत्र तज्जन्यम् इत्युक्ते तत् इत्येन किं, स्वप्रत्यक्षम् इति स्वम् इत्येन किम् इति अवगच्छामश्चेत् असिद्धिः कुत्र भवति इति ज्ञातुं शक्यते। तर्हि इदानीं समयः जातः, सर्वे अस्मिन् विषये चिन्तयन्तु, पुनः पुनः एकवारं बहुवारं पठन्तु। तदर्थम् अत्र तज्जन्यम् इत्युक्ते तत् इत्यनेन किं परामर्शितं, स्वप्रत्यक्षम् इत्युक्ते स्व इत्यनेन किं परामर्शितम् इति चिन्तयन्तु। चिन्तयित्वा असिद्धिः कुत्र भवति इति चिन्तयन्तु, अग्रिमवर्गे अस्मिन् विषये चिन्तयामः, चिन्तनं कुर्मः. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.